तर्हि इदानीम् अस्माकं करपत्रमस्ति नवमं करपत्रं तुदादिगणे इतोपि विशेषधातवः तर्हि अस्माभिः तुदादिगण इति विषये इति करपत्रे अस्माभिः किं पठितमस्ति पूर्वं तत्र कार्याणि कानि सन्ति गुण न भवति यतः किम् अन्यानि कार्याणि कानि भवन्ति तदनन्तरं तत्र इकारान्धातु अस्ति चेत् उकारान्धातु अस्ति चेत् अचिष्णुधातु ब्रुवां युवोर् यङुवङ्गौ इति अस्ति तदनन्तरं ऋकारान्धातु अस्ति चेत् रिङ्क्षयङ् लिङ्क्षु इति सूत्रेण कार्यं भवति तदनन्तरं दीर्घरिकारान्त अस्ति चेत् ऋतयिद्धातोः इति सूत्रेण कार्यं भवति इति अस्माभिः सर्वं पूर्वं दृष्टम् तदनन्तरं तुदादिगणे इतोपि विशेषधातवः इति करपत्रे अपि अस्माभिः धात्वादेशः इति दृष्टं यत् पा घ्राध्मास्था इति स्थाने पिबजिग्रधम तिष्ठद्मन इति सूत्रेण साक्षात् धात्वादेशः भवति तर्हि तत्र सद् तत्र सीद इति भवति सीदति षद् तत्र शीय भवति शीयते इति तर्हि इति सर्वम् अस्माभिः दृष्टम् तर्हि पाग्राध्मास्थां ना दाण् इति सूत्रेण इति सूत्रे तुदादिगणीयधातवः तुदादिगणीय धातुद्वयमस्ति षदलृ षदलृ तत्र सद् एकधातुः अस्ति तत्र सद् तत्र सीद भवति सीद सीदति इति भवति तदनन्तरं षद् इति षद् अपि अस्ति तत्र शीयते इति भवति सीदति शीयते इति भवति तर्हि तत्र अस्माभिः कार्यं दृष्टम् इदानीम् अस्माकं विषयः अस्ति ब ब विषय ब पायिण्ट् बि इषधातोः छकारादेशः सर्वे प्राप्नुवन्ति वा आं जी अस्तु महोदय क्षम्यतां महोदय पुनः एकवारं वदतु कुत्र तर्हि नवमं करपत्रं यद् मया ईमेल् मध्ये ई पत्रे प्रेषितं तत्र तुदादिगणे इतोपि विषयधातवः तत्र प्रथमबिन्दुः अस्ति धात्वादेशः धात्वादेशमध्ये ए अस्ति पा आदिधातूनां धात्वादेशः तदनन्तरं बि बिन्दु बि अस्ति बि ततः अग्रे इदानीं पठिष्यामः धन्यवादः महोदय क्षम्यतां धन्यवादः अस्तु मीना महोदय अस्ति खलु मीना महोदय अस्मि अस्मि धातोः चकारादेशः एकः एकः धातुः तुदादौ इष् इच्छायाम् इति धातुः इषुगमीयमां चः इष् गम् यम् एषां चकारादेशः भवति क्षितिपरे अलोङ्क्यस्य इत्यनेन इच् आदेशः अन्तिमवर्णस्य स्थाने न तु पूर्णधातोः स्थाने इषुश्च गमिश्च यं च तेषाम् इत्रेतरद्वन्द्वः इषुगमीयमः तेषाम् इषुगमीयमाम् इषुगमीयमां षष्ट्यन्तं चः प्रथमान्तं द्विपदमिदं सूत्रं स्थिबुक्लमु चमां क्षिति इत्यस्मात् क्षिति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् इषुगमीयमाम् अङ्गस्य चः क्षितिवरे किं सूत्रं किं वदति अस्माभिः पूर्वमपि पठितम् इदं सूत्रं द्वादिगणे इष् गम् यम् एतेषां धातवः अङ्गस्य छः क्षितिपरे छः भवति इष् इच् अन्तिम वर्णस्य छः चकारस्य चकारः भवति अन्तिमवर्णस्य चकारः भवति इषु गमीयमां धातुत्रयोः ईषि इति दातुं षकारस्य चकारः भवति, इच्छति इति दातु आदेशः, अन्तिमवर्णस्य गम् दातो गच्छति, यम् दातो यच्छति इत्येषां रूपं भवति. सत्यं. तर्हि केवलं तस्य षकारस्य स्थाने छकारः, तर्हि इच् ईच इति भवति. केवलं क्षितिपरे, हा पठतु अग्रे. केवलं क्षितिपरे इति ध्येयम्, अतः इच्छति परन्तु एषिष्यति. इष् योगः शः इषुगमीयमां छः अलोङ्कस्य इत्याभ्याम् इष् स्थाने इच् इच् योगः अ छे च इत्यनेन चकारे परे संहितायां विषये ह्रस्वस्य स्वरस्य तुकागमो भवति. आद्यन्तौ टकितौ इत्यनेन इकारस्य अनन्तरं न तु पूर्वम् इच् योगः इत् इच् योगः स्तोस्तुनश्चुः इत्यनेन सवर्गस्य षकारचवर्गाभ्यां योगे सवर्गस्य क्रमात् चवर्गः आदेशः. इत् इच् योगः इच् इच् योगः इच्च इति अङ्गम् इच्छ योगति इच्छति इति भवति. तर्हि एकवारं महोदय अधोभागे गच्छतु. छेच इति सूत्रमस्ति. नूतनसूत्रम् अस्माभिः पठितं परन्तु प्रायः विस्मरन्ति जनाः, अतः पुनः पठतु. ईष उपोपदेशेन नास्ति इति कारणेन अकारः लोपः इष् इति भवति. इष् योगः इच् योग इच् योगः इषुगमीयमांसः इति सूत्रेण इच् इत् इच् चे च आद्यन्तौ टकितौ चे च सूत्रं किं किं करोति इति अहं विस्मर तदेव अहं वदामि तदेव अहं वदामि पठतु अधोभागे सूत्रमस्ति. इत् इच् इच् इच् स्वस्नाश्चुः इच् अयोगः इच्छ वर्णमेलने इच्छ योगः इच्छति. अग्रे सूत्रमस्ति पठतु. छेच चकारे परे ह्रस्वस्वरस्य तुक् आगमो भवति. चकारे परे ह्रस्वस्य ह्रस्वस्वरस्य तुक् आगमो भवति. तुक् चित् इति अस्ति, अतः आद्यन्तौ टकितौ इत्यनेन यस्य आगमः अस्ति अत्र ह्रस्वस्वरस्य तस्य अन्ते आयाति. छे सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं ह्रस्वस्य पिति कृति तुक् इत्यस्मात् ह्रस्वस्य तुक् इत्यनयोः अनुवृत्तिः संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ह्रस्वस्य तुक् छे च संहितायाम् किं लिखितम् चकारे परे इच् चकारे परे ह्रस्वस्वरस्य तुक् स्वरस्य तुक् आगमः तुक् आगमो भवति इति सः चे च इति सूत्रं वदति. आद्यन्तौ टिकितौ इति कारणेन तस्य अन्ते आयाति आगमः. कस्य अन्ते? तुक् इति अस्ति तदा इत्यनेन यस्य आगमः अस्ति अत्र ह्रस्वस्वरस्य अस्य अन्ते आयाति. तर्हि यस्य आगमः अस्ति तस्य अनन्तरम् तस्य अनन्तरं छेच इति ह्रस्वस्य तुक् छेच संहितायां तर्हि सन्धिविषये यदि ह्रस्वस्वरः अस्ति तस्य अनन्तरं छकारः अस्ति तर्हि ह्रस्वस्वरस्य तुक् इति आगमः भवति भवति आम् तर्हि तुक् तुक् इत्युक्ते किं तत्र ककारस्य इत्संज्ञा हलन्त्येन हलन्त्यस्य इत्यनेन उकारस्य इत्संज्ञा भवति उपदेशे अजनासिक इत् तर्हि केवलं तकारः इति अवशिष्यते तर्हि तत्र कित् अस्ति कित् अतः आद्यन्तौ टकितौ इति सूत्रेण यदा आगमः अस्ति यत् आगमः कित् अस्ति कित् तर्हि यस्य आगमः भवति तस्य अनन्तरं भवति यदि आगमः टित् अस्ति तर्हि पूर्वं भवति यदि आगमः कित् अस्ति तर्हि अनन्तरं भवति कस्य अनन्तरं कस्य पूर्वं यस्य आगमः भवति तर्हि अत्र ह्रस्वस्वरस्य आगमः अस्ति अतः ह्रस्वस्वरात् अनन्तरं तुक् आगमः भवति तर्हि अत्र पश्यतु ईश इति भवति तर्हि इषु गमयामां छः इति सूत्रेण षकारस्य स्थाने छकारः भवति ई छ इदानीं छेच इति सूत्रेण इकारः ह्रस्वस्वरः अस्ति तस्य अनन्तरं छकारः अस्ति अतः इकारस्य तुक् आगमः भवति नाम इकारात् अनन्तरं तकारः भवति अतः ई त छ तथैव गम् मध्ये अपि मकारस्य स्थाने छकारः भवति ग छ तदनन्तरं छेच इति सूत्रेण गकार मध्ये यत्र ह्रस्व अकारः अस्ति तदनन्तरं छकारः अस्ति अतः अकारस्य तुक् आगमः भवति तत्र ग त छ ग च छ इति भवति तर्हि तथैव यम् मध्ये अपि य छ तदनन्तरं यत् छ इति भवति सर्वं छेच इति सूत्रेण तदनन्तरम् एकवारं छेच इति सूत्रेण तकारः भवति तदनन्तरं स्तोश्चुनाश्चुः इति सन्धिसूत्रेण तकारस्य अनन्त चकारछकारयोः स्पर्शः अस्ति अतः यदा चकारछकारयोः स्पर्शः अस्ति तदा तकारस्य स्थाने चवर्गीयवर्णः भवति तकारस्य सदृशं चवर्गीयवर्णः अत्र अस्ति चकारः अतः तकारस्य स्थाने चकारः भवति अतः इच्छ गच्छ यच्छ इति सर्वं भवति तदनन्तरम् इच्छति गच्छति यच्छति इति भवति तर्हि इति क्रमः भवति तर्हि अत्र लिखितमस्ति खलु अत्र अग्रे पठतु महोदय अत्र इच् इति स्थितिः अत्र इच् इति स्थितिः अत्र इच् इति स्थितिः इच् इत्यस्मिन् ई ह्रस्वस्वरः अपि च चकारः परो अस्ति अतः तुक् आगमः भवति किन्तु कुत्र प्रथमप्रश्नः अस्ति यत् अयं तुगामः कस्य आगमः ह्रस्वस्वरस्य इति सूत्रेण उक्तं तदा इकारात् प्राक् अथवा परम् इति जिज्ञासायां सत्याम् अग्रिमसूत्रेण समाधानम् ह्रस्व चेच इति सूत्रं वदति ह्रस्वस्वरस्य अनन्तरं एक एव ह्रस्वस्वरम् अस्ति इ च तुकागमः इत् च अत्र किं भ्रमः अस्ति कः भ्रमः अस्ति भ्रमः नास्ति अन्त अहं वदामि वर्णः नास्ति कः वर्णः नास्ति नो भ्रमः नास्ति अत्र ह्रस्ववर्णात् चेच इति सूत्रं ह्रस्ववर्णात् चकारः भवति आद्यन्तौ अत्र अतः तुक् आगमः भवति किन्तु कुत्र प्रथमप्रश्नः अस्ति यत् अयं तुकामः कस्य आगमः ह्रस्वस्वरस्य इति सूत्रेण उक्तं तदा इकारात् प्राक् अथवा परम् इति जिज्ञासायां सत्याम् अग्रिमसूत्रेण समाधानम् आद्यन्तौ टिकितौ तित् च कित् च यस्य आगमः तस्य क्रमशः आदौ च अन्ते च अवयवः भवति आगमः तित् चेत् पूर्वम् आयाति आगमः कित् चेत् अन्ते आयाति आदिश्च अन्तश्च आद्यन्तौ इतरेतर द्वन्द्वः तश्च कश्च तकौ इतरे द्वन्द्वः तकौ इतौ ययोः तौ टकितौ बहुव्रीहि आद्यन्तौ प्रथमान्तं टकितौ प्रथमान्तं द्विपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णम् आद्यन्तौ टिकि आद्यन्तौ टिकितौ इति सूत्रं सूत्रः वदति कुत्र आगमः भवति इति. तर्हि किं जानाति इति सूत्रेण इति सूत्रे इति इदं सूत्रं किं वदति आद्यन्तं टिकितौ इति सूत्रं चित्वा क्रमशः आदौ भवति कित्वा अन्तौ भवति. कस्य आदौ कस्य अन्तौ स्वरस्य ह्रस्वस्वरस्य इति हा नाम सामान्यतया सामान्यरूपेण यस्य आगमः भवति तस्य आदौ तस्य अन्तौ. तर्हि अत्र अत्र ह्रस्वस्वरस्य आगमः अस्ति अतः ह्रस्वस्वरस्य आदौ भवति तित् अस्ति चेत् ह्रस्वस्वरस्य अन्ते भवति कित् अस्ति चेत् अत्र कित् अस्ति अतः अन्ते भवति. अतः तकारः यत् आगच्छति तत् इकारात् अनन्तरम् आगच्छति इति अवगच्छन्ति वा. अवगच्छामि. आद्यन्तं टिकितौ पूर्वं पूर्वमेव पठितं किल चेच अपि एव न चेच अपि पठितं तत्र भवादिगणे गम् धातु अस्ति खलु आगच्छति गम् धातु गम् धातु मध्ये अपि इदं कार्यं भवति. तर्हि तुक् कित् अस्ति अतः अनेन सूत्रेण इच् इत्यस्मिन् इकारात् परम् आयाति तुक् आगमे ककारः उकारः च सम्यकौ वर्णौ तकारः एव अवशिष्यते अतः इच् इत् इ इत् इच् भवति. तदनन्तरं किं भवति तकारस्य स्थाने किं भवति यदा तकारः आगच्छति चेत् तस्योश्चुरश्चुः इति सूत्रेण तकारः चकारः भवति इच् भवति. तत्तु जानाति खलु तत् पठितं किल भवती जानाति खलु चोः चुना चुनु किं कार्यम् आं महोदय. अस्तु तर्हि इदमेव कार्यमस्ति. सर्वे अवगच्छन्ति वा अथवा प्रश्नः अस्ति चेत् पृच्छतु. इश् तत्र इच् कथं भवति तत्र क्रमः अस्ति अतः भ्रमः अस्ति चेत् कुत्रापि पश्यतु पृच्छतु. नास्ति वा अस्तु. तर्हि अत्र एकधातुः अस्ति इच् तत्र इच् तस्य किं कार्यं भवति इति अस्माभिः पठितम्. इदानीम् अग्रे गच्छामः. पठामः वा न धन्यवादः. अग्रे तर्हि धात्वादेशः इति समाप्तम्. इदानीं सम्प्रसारणं कार्यम् इति वयं जानीमः खलु अत्र गुणकार्यं न भवति अत्र कित्नित् भवति विकरणप्रत्ययः अत्र कित्नित् यत्र भवति तत्र सम्प्रसारणस्य प्रसङ्गः भवति. तर्हि अत्र तुदादिगणे श इति विकरणप्रत्ययः नित्वत् अस्ति अतः तत्र सम्प्रसारणस्य कार्यं भवितुं शक्नोति. तर्हि अत्र केचन धातवः सन्ति यत्र सम्प्रसारणं भवति तद् वयं पठामः. अस्तु इदानीं विजया महोदय अस्ति खलु पठतु. आं जि पठामि. सम्प्रसारिणः धातवः चत्वारः अस्ति. सुदादिगणे चत्वारः सम्प्रसारिणः धातवः एकम् ओव्रश्चु छेदने कर्तयति तत्र व्रश्च इति. द्वितीयं प्रच्छ जीप्सायां प्रच्छ अनन्तरं ब्रज् ब्रज् पाके टु फ्रै पार्च् रोस्ट्. चत्वारः व्यच्छ व्याजीकरणे वञ्जयति व्यच् तत्र ग्रही ज्या वयि व्यधि वृष्टि वृचति वृक्षति पृच्छति वृज्य वृजातीनां निति च इति सूत्रेण ग्रस्क ज्या वै व्यद् वश् व्यच् व्रच् प्रच् ब्रज् येषां सम्प्रसारणं भवति किति निचि प्रत्यये परे. इतरेतरद्वन्द्वः षष्टिविभक्तौ ग्रहि ज्या वयि व्यदि वृष्टि व्यति वृष्टि पृच्छति बृजतीनां षष्ट्यन्तं निति सप्तम्यन्तं च अव्ययं त्रिपदमिदं सूत्रं वचिष् वयि यजादीनां किति इति षष्टमाध्याये प्रथमपादे अस्ति. इत्यस्मात् किति इत्यस्य अनुवृत्तिः शङ् सम्प्रसारणं पुत्रपत्योः तत् पुरुषे इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं ग्रही ज्या वयि व्यधि वष्टि विचति वृषति पृच्छति बृजतीनां निति किति च सम्प्रसारणम् इति अस्ति. तत्र एतत् सर्वं आं जि एकवारं सारांशं वदतु सूत्रस्य अर्थं वदतु. सारांशं तत्र सम्प्रसारणविषये दातवः सन्ति तुदादिगणे चत्वारः अस्ति. तत्र एतत् किति निति प्रत्ययपरे सम्प्रसारणं भवति. कुत्र अस्ति चेत् ग्रह ज्या वै इति बृहत् सूत्रेण तत्र एतत् सर्वं किति निति प्रत्ययपरे सम्प्रसारणं भवति इति. एकवारं वदतु महोदय सम्प्रसारणम् इत्युक्ते किम्? सम्प्रसारणं यथा इको इकः एनर्जि इति अस्ति चेत् तत्र ई ऊरु इति एतत् आगच्छति. सम्प्रसारणम् इत्युक्ते यन् भवति तत्र या वा र ल इति तत्र या स्थाने ई स्थाने य आगच्छति. अनन्तरं ई स्थाने य तत्तु तत्तु यण् सन्धि अस्ति. या या या स्थाने ई आगच्छति. या स्थाने अनन्तरं वा स्थाने एतत् सर्वं विपरीतरूपेण आगच्छति खलु जि. ईरु इति आगच्छति चेत् यकारस्य यण् स्थाने यथा यण् यथा यण् सन्धि मध्ये इक् स्थाने यण् अस्ति सम्प्रसारणे यण् स्थाने इक् भवति. नाम यकारस्य स्थाने इकारः वकारस्य स्थाने उकारः रकार रेफस्य स्थाने ऋकार इति भवति. आम् तर्हि अत्र अत्र अधोभागे गच्छतु. अत्र कानिचन सूत्राणि सन्ति सम्प्रसारणविषये अस्माभिः पठितं परन्तु पुनः पठामः येन पुनरावृत्तिः भवति. अत्र इग्यणः सम्प्रसारणमिति अस्ति खलु. तत् पठतु. इग्यणः सम्प्रसारणं यणकस्थाने यः इक् प्रत्याहारे स्थितवर्णः आदिष्टः तस्य सम्प्रसारणं संज्ञा भवति. इक् प्रथमान्तं यणः षष्ट्यन्तं सम्प्रसारणं प्रथमान्तं द्विपदविदं सूत्रं सूत्रं सम्पूर्णं यणः इक् सम्प्रसारणम् इति. नाम यण् प्रत्याहारस्य स्थाने यत् यदा इक् प्रत्याहारस्य अन्तर्तमः वर्णः भवति तत् सम्प्रसारणम् इति उच्यते. अस्तु इदानीम् अग्रे सम्प्रसारणाच्च इति सूत्रं किं वदति? सम्प्रसारणच्च इति सम्प्रसारणसंज्ञकः वर्णात् परम् अच् अस्ति चेत् पूर्वपरयोः स्थाने एकः पूर्वरूप आदेशः भवति. सम्प्रसारणात् पञ्चम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम् इको एनचि इत्यस्मात् अचि अमि पूर्वः इत्यस्मात् पूर्वः इत्यनयोः अनुवृत्तिः भवतः एकः पूर्वपरवयोः संहितायाम् इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रं सम्प्रसारणात् च अचि पूर्वपरवयोः एकः पूर्वः संहितायां तत्र सम्प्रसारणं तत्र सम्प्रसारणम् इति सम्प्रसारणसंज्ञकवर्णात् परम् अचि अस्ति चेत् तत्र पूर्वपरयोः एकः एव तत्र आदेशः भवति. कस्य किस्य आदेशः भवति? परस्य पूर्वस्य पूर्वस्य पूर्वपरयोः एव आदेशः भवति एकः स्थाने एव. हा कस्य परन्तु पूर्वपरयोः स्थाने एकः किं पूर्वः अथवा परः पूर्वः एव भवति खलु जि हा तदस्ति न पूर्वपरयोः एकः भवति परन्तु एकः किं भवति पूर्व अथवा परं पूर्वः भवति नाम सम्प्रसारणवर्णात् अनन्तरं यदि अच्वर्णः अस्ति तर्हि सन्धिरूपेण यदा सन्धिः भवति तदा केवलं यत् पूर्वं सम्प्रसारणवर्णः अस्ति तदेव तिष्ठति तस्य अनन्तरं यत् अच्वर्णः अस्ति तत् अपगच्छति अवगच्छति वा आम् अग्रे पठतु न सम्प्रसारणे सम्प्रसारणं न सम्प्रसारणे सम्प्रसारणं सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति न अव्ययपदं सम्प्रसारणे सप्तम्यन्तं सम्प्रसारणं प्रथमान्तं त्रिपदमिदं सूत्रं सूत्रं सम्पूर्णं न सम्प्रसारणे सम्प्रसारणमिति तत्र सम्प्रसारणे परे पूर्वं स्थितस्य तत्र सम्प्रसारणं न भवति इत्युक्ते तत्र यत् इति अस्ति चेत् तत्र वकारस्य स्थाने कार्यं न करोति कार्यं न भवति या एव तत्र कार्यं भवति सत्यं तर्हि तत्र साक्षात् बहूनि बहवः सम्प्रसारण तत्र यत्र सम्प्रसारणं भवतु शक्नोति इति बहवः वर्णाः सन्ति चेत् यत् अनन्तरं भवति तस्य एव सम्प्रसारणं भवति पूर्वम् अस्ति चेत् तस्य सम्प्रसारणं न भवति यथा महोदया उक्तं व्यस् इति अस्ति तत्र वकारस्य अपि सम्प्रसारणं भवितुं शक्नोति यकारस्य अपि सम्प्रसारणं भवितुं शक्नोति परन्तु केवलं यकारस्य एव सम्प्रसारणं भूत्वा विध् इति भवति वकारस्य सम्प्रसारणं भूत्वा उकारः इति न भवति अस्तु तर्हि इदानीं महोदय धन्यवादः न उपरि उपरि उपरि गत्वा तत्र यत् लिखितमस्ति चतुर्णां धातूनां कृते यत् कार्यमस्ति तत् सम्पूर्णयतु अत्र न अस्तु महोदय अन्य कोऽपि पठ धन्यवादः अत्र विजि महोदय अस्ति खलु विजि महोदय अत्र अत्र चत्वारः धातवः सन्ति ब्रश्च प्रश्च ब्रश् तस्य कार्यं ब्रश्योः श इति एवं वा महोदय व्रस् योगः स आय् एव अवशिष्टं व्रश्च व्रश्च गृहीज्या इत्यनेन सम्प्रसारणं वृश्च योगः वृश्च इति अङ्गं वृश्च योगगति वृश्चति अत्र कथं तत्र अत्र किं कार्यं भवति व्र इति रेपः अस्ति किल तत् ऋकारः परिवर्तनं सत्यं करोति वकारस्य किं कार्यं वकारस्य कार्यं तु न भवति अत्र सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण तत्र किल सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण पूर्वस्थितस्य वकारस्य परिवर्तनं न कृतं र एव ऋकारः इति परिवर्तनं करोति पृच्छति इति अन्तिमरूपं पृच्छ पृच्छ योगगश अते एतत् सूत्रं गृहीज्या इति सूत्रेण सम्प्रसारणं पृ इति एवमेव किल महोदय पूर्वं दृष्टं पृच्छ रेपः ऋकारः इति भवति पृच्छ पृच्छति इति अन्तिमं रूपं ब्रश्च योगगश ब्रश्च योगः तथैव प्रश्च अत्र प्रश्च प्रश्च योगः स्तोः सुनाश्चुः इत्यनेन प्रश्च ब्रश्च योगः शकारकजकारः भवति जलां जस् जशि इत्यनेन शकारक जकारक भवति भृज इति अङ्गं धृजति अत्र जलां जश् जशि इति सूत्रेण सकारक जकार वा महोदय न प्रथमं तु सम्प्रसारणं भूत्वा भृ आगच्छति एकनिमेष द्वित्वं भवति तत्र सम्प्रसारणं भूत्वा रेफस्य स्थाने ऋ इति भवति तर्हि भृ भृज्ज इति भवति तदनन्तरं सकारजकारयोः मिलनमस्ति खलु तत्र तथा सन्धि भूत्वा तत्र सकारस्य यत्र च वर्गेण यदा स्पर्शः भवति तर्हि सकारस्य स्थाने षकारः भवति स्तोश्चुनाश्चुः इति सूत्रेण अतः सकारस्य स्थाने प्रथमं तु षकारः भवति भृषज भृष्ज इति तदनन्तरम् एकं सूत्रमस्ति झलां झषि तत्र सन्धिसूत्रमस्ति झलां झषि इति सूत्रं किम् अस्ति यदि झल् वर्णः अस्ति झल् प्रत्याहारस्य वर्णः अस्ति तस्य अनन्तरं यदि झष् प्रत्याहारस्य वर्णः अस्ति तर्हि झल् प्रत्याहारवर्णस्य स्थाने झष् इति भवति तर्हि झल् अत्र षकारः अस्ति षकारः झल् प्रत्याहारे अस्ति तस्य अनन्तरं जकारः अस्ति जकारः झष् प्रत्याहार झष् प्रत्याहारे अस्ति अतः षकारस्य स्थाने जश् नाम वर्गस्य तृतीयवर्णः आगच्छति अत्र जष्त्वसन्धिः अस्ति जष्त्वसन्धिः जनाः जानन्ति अत्र जष्त्वसन्धिः अस्ति नाम षकारस्य स्थाने जश् प्रत्याहारस्य अन्तरतमः वर्णः आगच्छति तर्हि जश् प्रत्याहारः इत्युक्ते किं वर्गीय वर्गाणां तृतीयवर्णं वर्णः तर्हि षकारः इति अस्ति षकारात् अन्तरतमः वर्गीयस्य तृतीयवर्णः इत्युक्ते किं तर्हि षकारस्य चवर्गीयवर्णः तर्हि चवर्गीयतृतीयवर्णः इति अस्ति जकारः अतः षकारस्य स्थाने जकारः भवति जष्ट्वसन्धिः इति कृत्वा तर्हि भृज्ज इति भवति तर्हि भृज्जति इति भवति भृज्जति अथवा भृज्यते अवगच्छति वा भृज्यति भृज्यते इति रूपद्वयं यच् योगश यच् योग गृहीजा इति सूत्रेण सम्प्रसारणम् अत्र विच् किमर्थं विच् या अपि अत्र वि इति विच् सम्प्रसारणं विच् इति अङ्गं विच् योगगते विचति ओके आम् आं महोदय न सम्प्रसारणे सम्प्रसारणम् इत्यनेन अवकाशः न भवति अतः विच् विच् योगाय विच्छति ओके इक्तप्रत्यये परे किति इत्यस्य उदाहरणम् तर्हि अतः एकः महोदय प्रश्नः अस्ति मम अत्र गृहीजा वै व्यधि इति सूत्रं वदति कित्मित् प्रत्यये परे अस्ति चेत् सम्प्रसारणं करोतु तुदादिगणे तु विकरणप्रत्यये श अस्ति तर्हि अत्र किमर्थं तत्र तस्य प्रयोजनं भवति महोदय एकवारं पुनरेकवारम् ग्रहीजा व्ययी वधि इति सूत्रं वदति कित्मित् प्रत्यये परे अस्ति चेत् कार्यं भवति सम्प्रसारणं सुधादिगणे तु विकरणप्रत्यये श अस्ति अपित् किल किञ्च अपित् इति कारणेन अपित् इति कारणेन इति निति च इति सूत्रं अपित् पित् किञ्च इति सूत्रम् निति च इति सूत्रं गुणस्य बाधकं सूत्रमस्ति तस्य अत्र नास्ति कार्यं सार्वधातुकम् अपि इति सूत्रेण किं भवति गुणनिषेधः गुणकार्यं न न न सार्वधातुकम् अपि सूत्रेण अपित् अस्ति तत् नित्वत् भवति सार्वधातुकम् अपित् इति सूत्रेण यः सार्वधातुकप्रत्ययः अपित् अस्ति तत् नित्वत् भवति निति च इति सूत्रेण तदनन्तरं गुणवृद्धिनिषेधः भवति यदा प्रत्ययः कित् नित् अस्ति तर्हि गुण अथवा वृद्धिनिषेधकसूत्रमस्ति कित् निति च सार्वधातुकम् अपीट् इति केवलं वदति यत् सार्वधातुक अपीट् प्रत्ययः अस्ति चेत् नित्वत् भवति तर्हि अत्र तुदादिगणे श इति सार्वधातुकप्रत्ययः अस्ति अपीत् अपि अस्ति अतः सार्वधातुकम् अपीट् इति सूत्रेण नित्वत् भवति नित्वत् भवति अतः सम्प्रसारणं कार्यं यत् कित् नित् प्रत्ययानां कृते अस्ति तत् अत्र अपि भवति इति वार्ता अस्ति अत्र निति च इति सूत्रस्य किमपि कार्यं नास्ति सार्वधातुकम् अपि भिन्नं सूत्रमस्ति तत् वदति यत् अपि अस्ति चेत् नित्वत् भवति केवलं तदेव निति च इति सूत्रं भिन्नम् अस्ति तद् वदति यत् कित् नित् गित् अस्ति चेत् गुणवृद्धिनिषेधः भवति भिन्नं भिन्नं अस्तु तर्हि अग्रे पठतु क्षम्यताम् अग्रे पठतु एको वा महोदय इक्तप्रत्यये ऐ विल् सी इट् इक्तप्रत्यये परे किति इत्यस्य उदाहरणं वृच्छ वृक् वृक्णः तत्र केवलं रेपस्य ऋकारः भवति इति एव अस्माकम् इदानीं कार्यमस्ति तत्र इदानीं न पठामि पृच्छ पृ पृष्टः इति भृच्छ भृष्टः व्यच् विचितः इति सम्प्रसारणम् इति कारणेन रेपः ऋकारः भवति इकारः इकारः भवति अस्तु तर्हि सम्प्रसारणम् इति समाप्तम् आम् प्रश्नाः सन्ति वा कस्यापि तदनन्तरं पठामि वा न महोदय धन्यवादः धन्यवादः अस्तु इदानीं रघुपतिमहोदय अस्ति खलु आं महोदय अग्रे पठतु नुमागम नुमागमः अष्टधातवः सन्ति एतावत् अस्माभिः दृष्टं यत् धातुः इति चेत् नुमागमस्य प्रसक्तिः यथा वधि धातु इदित् ह्रस्व इकार इत् यस्य सः अस्ति अतः इदितो नुम् धातोः इति सूत्रेण नुमागमः विहितः वधि वद् भवति इकारस्य इत् अस्ति इदानीम् इदितो नुम् धातु इति सूत्रेण नुमागमः भवति मिदचो अन्त्यात् परः इत्यत्र अन्त्यात् अच् परः भवति वन्द् इति भवति वन्द् इति इदानीं नश्चापदान्त सूत्रेण अनुस्वारः अनुस्वारस्य परसवर्ण इति पुनः वन्द् इति भवति परन्तु सुदादिगणे कश्चन अन्तर्गणः अस्ति मुचाद्यन्तर्गणः इति मुचाद्यन्तर्गणः यत्र धातु इति नास्ति चेदपि नुमागमः विधीयते तर्हि मुचादिगणः के इति अधः दत्तं नुम् नुम् इति तस्य आगमस्य एकमेव सूत्रं नास्ति इति तु नुम् धातोः एकं सामान्यं सूत्रमस्ति वयं जानीमः परन्तु अन्यानि अपि सूत्राणि सन्ति येभ्यः नुम् आगमः भवितुं शक्नोति तर्हि अत्र एकं सूत्रमस्ति येन तुदादिगणे एकः अन्तर्गणः अस्ति तत्र धातुः इदित् नास्ति नाम इदितो नुम् धातुः इति सूत्रेण कार्यं न भवति परन्तु विशिष्टसूत्रेण नुमागमः भवति इति इति वयम् इदानीं पश्यामः अस्तु महोदय पठतु अग्रे मुचाद्यन्तर्गणम् अस्तु मुचाद्यन्तर्गणः अस्मिन् अन्तर्गणे अष्टौ धातवः सन्ति मुच् सिच् विद् खिद् पिश् कृत् लिप् लुप् मुचिल्र् मोक्षणे मुक्ति मुक्तिकरणे इति मुच् धात् मुच् इति भवति षिच् क्षरणे सिञ्चने इति सिच् विदिल्र् लाभे प्राप्तौ विद् खिद् परिध्याते खिन्नः भवति दुःखम् अनुभवति इति खिद् पिश् अवयवे भागविभागीकरणे इति पिश् इति भवति कृतीच्छेदने कर्तयति कृत् लिप् उपदहे लेपने लिप् लुपुल्र् छेदने कर्तयति लुप् इदानीं मुच् योगः श इति मुच् योग आ इति इदानीं शा इति तुदादिगणे विकरणप्रत्ययः अस्ति तेन अग्रे सूत्रमायाति शे मुचादीनां मुचादीनां नुमागमः भवति शे परे मुच् आदिर्येष ते मुचादयः तेषां मुचादीनां शे सप्तम्यन्तं मुचादीनां षष्ट्यन्तं द्विपदमितं सूत्रम् इदितोनुं धातोः इत्यस्पद्मम् इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति मुचादीनाम् अङ्गस्य नुं षे इति अस्ति मुचादि मुचादि ऐ कश्चन अन्तर्गणः अस्ति तुदादिगणे एव तत्र अष्टधातवः सन्ति तेषां नुमागमः भवति शा विकरणप्रत्यये परे शा इति अत्र शे इति सप्तमी इति दत्ति अतः निमित्तम् अस्ति शे शकार अस्ति सारि शा इति प्रत्ययः अस्ति अतः यदा शा प्रत्ययः विहितः भवति एतेषां धातूनां कृते तदा नुमागमः भवति मिदचु अन्त्यात् परः इति सूत्रेण अन्त्यस्य अच् परः भवति इति अस्ति तर्हि अत्र मुचादि इत्युक्ते किं महोदय एकवारं पुनः वदतु मुचादि अन्तर्गणः अस्ति तुदादिगणे अहं चिन्तयामि तुदादिगणे एव अस्ति इति आदि इत्युक्ते किम् हा मुच् आदि मुच् यस्य अन्तर्गणः अस्ति तस्मिन् प्रथमगण प्रथमधातुः अस्ति मुच् इति अतः मुजादि इति मुचादि नाम सः अन्तर्गणः आदि अस्ति मुच् अस्ति अन्तर्गणः मुचादि अतः सर्वत्र एवमेव अस्ति भ्वादि भू आदि तुदादि तुदादि मुचादि मुचादि तर्हि तर्हि तुदादिगणे एकः अन्तर्गणः अस्ति अष्टानां धातूनां मुचादि अन्तर्गणः तत्र मुचादि अन्तर्गणस्य धातुः अस्ति तदनन्तरं यदि श प्रत्ययः अस्ति तर्हि तत्र अङ्गस्य तत्र नुमागमः भवति इति सूत्रं वदति तर्हि महोदय भवान् एव वदतु नुमागमः कुत्र आगच्छति नकारः मिदतु अन्त्यात् परः इति परिभाषासूत्रेण अन्त्यस्य अन्त्यस्य अच् परः भवति अतः अत्र यक यथा मुच् इति अस्ति अत्र उकारः अस्ति एक एव अस्ति अतः तस्य परः भवति मून च उकारस्य परः हा मून च इदानीं नुमागमः अनन्तरं अनन्तरं सन्धिकार्यं भवति चकारः अस्ति अतः प्रथमं तु अनुस्वारः भवति अनन्तरं पुनः च वर्गीय अनुनासिकव्यञ्जनं भवति मुञ्च इति भवति मुञ्च इति भवति मुञ्चति वा मुञ्चति वा मुञ्चति तर्हि महोदय मुदच्छोत्यान्तरहितं सूत्रं पठतु अस्तु मितजोदन्त्यात् परः इति सूत्रमस्ति यः मित् अस्ति सः अच् वर्णेषु अन्यतम अन्त्यात् परः आयाति अपि च अयं मित् यस्य वर्णः समुदायस्य तस्य मित् यस्य वर्णः समुदायस्य तस्य अन्तिम अवयवः भवति मकार इत् यस्य सः मित् बहुव्रीहिः मित् प्रथमान्तम् अचः षष्ट्यन्तम् अन्त्यात् पञ्चम्यन्तं परः प्रथमान्तम् अनेकपदविदं सूत्रम् आद्यन्तौ टकितौ इत्यस्मात् अन्तः इत्यस्य अनुवृत्तिः अस्मिन् सूत्रे अचः षष्ठीभक्तौ अचः अन्त्यात् इत्यस्य अर्थः निर्धारणं नाम सर्वेषु स्वरेषु अन्तिमः तस्मात् इति अर्थः अत्र अचः एकवचने यतोहि अनेन अच् जातिः इति स्पष्टम् जाति इति स्पष्टम् आशयः बहुवचनं निर्धारणं सप्तमी आशयः बहुवचनं निर्धारणसप्तमी बहुषु एकम् इति अत्र अन्त्यात् मिद् मित् अन्त्यात् अचप्परः इति अस्ति अन्त्यात् अच् वर्णाः सन्ति तस् अच् वर्णाः सन्ति तेषु अन्त्यात् अच् परः भवति नुमागमः इति नाम अत्र अत्र अस्ति मित् अचः अन्त्यात् परः तर्हि अत्र मित् यत् अस्ति आगमः तत् अचः अन्त्यात् परः अन्त्यात् अचः परः अत्र अन्त्यात् अचः इत्युक्ते किम् अत्र अच् मध्ये षष्ठीविभक्तिः अस्ति, अच् मध्ये षष्ठीविभक्तिः अस्ति, अन्त्यात् इति पञ्चमी अस्ति, नाम अचः अन्त्यात्। तर्हि अचः इत्युक्ते किं? तत्र अचः तत्र यद्यपि अत्र एकवचनरूपं लिखितमस्ति, परन्तु तत्र अत्र यत्र कलेक्टिव् नाउनित् अस्ति तत्र तस्य तत्र तस्य अर्थः अत्र इष्टमस्ति। नाम अचः इत्युक्ते सर्वे अङ्गे अङ्गे सर्वे ये अच् वर्णाः सन्ति तेषां समूहः, तेषां जातिः, जातिवाचकः अस्ति अत्र। तर्हि अङ्गे ये ये अच् वर्णाः सन्ति, स्वरवर्णाः सन्ति, तेषां समूहः तत्र अच् अस्ति। तस्मिन् समूहे अन्त्यात् नाम यः अच् वर्णः अन्तिमः अच् वर्णः अस्ति, समूहे बहवः अच् वर्णाः सन्ति, तेषां यत् अन्तिम अच् वर्णः अस्ति, अतः अन्त्यात्। अचः अन्त्यात् इत्युक्ते ये अच् वर्णाः सन्ति तेषां समूहः यत् यः अस्ति, तस्मिन् समूहे यः अन्तिमः अच् वर्णः अस्ति तस्य तस्मात् अन्तिम अच् वर्णात् परः, परः नाम तस्मात् अच् वर्णात् साक्षात् अनन्तरं मित् आगमः आगच्छति इति अस्ति तर्हि अत्र मुच् अस्ति, मुच् मध्ये तु एक एव अस्ति उकारः, तर्हि उकारा अत्र अच् वर्णानां समूहः अस्ति उ, तत्र तस्मिन् समूहे अन्तिम अच् वर्णः अस्ति उ, एकः एव अच् वर्णः अस्ति, अतः उकारात् अनन्तरं मित् तत्र नुमागमः भवति इति वार्ता अस्ति। अस्तु महोदय, अग्रे पठतु जात्याख्या। अस्तु, जाति आख्यायां एकस्मिन् बहुवचन अन्यतरस्याम् इति सूत्रं, तर्हि अचः एकवचने चेदपि सार्वत्रिक बहुवचनार्थकः, इत्थञ्च षष्ठीभक्तेः अर्थः स्थाने इति न षष्ठीस्थानयोग इति सामान्यं षष्ठीस्थानयोग इति सामान्यम् इदं सूत्रविशेषः, अनुभूतिसहितसूत्रं मित् अचः अन्त्यात् परः अन्तः इति एकवारं। तर्हि अत्र पश्यतु, तत्र अत्र अचः इति सूत्र अत्र पदे षष्ठीविभक्ति अस्ति, परन्तु अत्र अत्र अच् स्थाने इति किमपि न भवति, नाम अच् स्थाने किमपि नुमागमः भवति अथवा इति किमपि नास्ति, षष्ठीस्थाने योगः इति सामान्यसूत्रमस्ति खलु, तत्र तत्र षष्ठीविभक्ति मध्ये यत् पदः अस्ति तस्य स्थाने इति किमपि नास्ति। अत्र विशेषमस्ति, विशेषमिति अस्ति यत् अत्र षष्ठी तस्य अर्थः अस्ति यत् यत् सम्पूर्ण अच् वर्णानां यत् समूहः अस्ति तस्य अन्तस्य इति एव अस्ति, तत्र तस्य स्थाने किमपि कार्यं न कार्यम् अथवा आगमः आदेशः इति किमपि नास्ति इति अवगच्छन्तु। अस्तु, तर्हि अग्रे पठतु महोदय। अस्तु, अनेन सूत्रेण नुम् यस्य वर्णसमुदायस्य तस्य अन्तिम अवयवः भवति इत्युक्तम्, अस्य अर्थः कः इति स्पष्टं भवति सुबन्तप्रकरणे, यथा ज्ञानशब्दः बहुवचने ज्ञानानि भवति, ज्ञानयोग इ इत्युक्ते षि प्रत्ययः लशकसदिति इत्यनेन इ अवशिष्यते, मिदतोदन्त्यात् परः इत्यनेन नुमागमः ज्ञानयोग न योग इ, अयं नकारः ज्ञान इति अङ्गस्य वर्णसमुदायस्य अन्तिम अवयवः इति कारणेन स्वरनामस्थाने च असम्बुद्धौ इत्यनेन अङ्गस्य उपादायाः दीर्घः ज्ञानान् योग इ ज्ञानानि, यदि नकारः ज्ञान इति अङ्गस्य अन्तिम अवयवः न भविष्यत्, अकारः उपादायं न अभविष्यत्, सरणमस्थाने च असम्बुद्धौ इत्यनेन अकारस्य दीर्घादेश न अभविष्यत् इति अस्ति। किमस्ति अत्र मित् अचः अन्त्यात् परः इति तु वयं जानीमः, यत् मित् अस्ति तत् अन्तिम अचरणात् अनन्तरम् आगच्छति, परन्तु तस्य द्वितीयभागः अपि अस्ति यत् अयं मित् यस्य वर्णसमुदायस्य भवति तत् तस्य अन्तिम अवयवः भवति, नाम यत्र नुम् अत्र मित् इति आगमः आगच्छति तत् तत्र तत्र अन्तिम अवयवः अस्ति it is the last of everything that precedes it. Nama tasmat purvam yani yani varnani santi tasya antima avayavah asti mit iti agamah. तर्हि तस्य तिङन्तप्रकरणे नाम अस्माकम् इदानीं यत् वयं पठामः तत्र तस्य किमपि प्रयोजनं नास्ति, परन्तु सुबन्तप्रकरणे एकं प्रयोजनम् अस्ति, अत्र लिखितमस्ति तत्र अनेन सूत्रेण नुं यस्य वर्णसमुदायस्य तस्य अन्तिमः अवयवः भवति इति उक्तं. तस्य अर्थः किम् अस्ति? तर्हि अत्र दीर्घरूपेण पठनस्य आवश्यकता नास्ति, यथा यदा सुबन्तप्रकरणम् आगच्छति तदा वयं पठामः. परन्तु ज्ञानशब्दः इति अस्ति, तत्र बहुवचने ज्ञानानि इति भवति. कथं भवति? तर्हि प्रथमं तु ज्ञानयोगः इ, तत्र इ प्रत्ययः अस्ति, कोऽपि प्रत्ययः अस्ति, शीप् इति प्रत्ययः अस्ति, कोऽपि प्रत्ययः अस्ति, तत्र ज्ञानयोगः इ. इदानीं केनापि सूत्रेण तत्र नुमागमः भवति, केनापि सूत्रेण तत्र नुमागमः आगच्छति. केन सूत्रेण इति इदानीं वयं न इदानीं तस्य आवश्यकता नास्ति. केनापि सूत्रेण तत्र नुमागमः भवति. तत्र नुमागमः कुत्र भवति? मृदच्योन्त्यात् परः इति सूत्रेण, यत्र ज्ञान इति तत्र अन्तिम अकारः अस्ति तस्य अनन्तरं. ज्ञान इति सूत्रे अचवर्णौ द्वौ स्तः, आकारः अकारः. तर्हि अचः इति वर्णानां समूहः अस्ति, आकारः अकारः. तस्मिन् समूहे अन्तिम अचवर्णः अस्ति अ, अ. तर्हि ज्ञान इति अन्तिम अकारः, अन्तिमवर्णस्वरः अस्ति, तस्मात् अनन्तरं नुमागमः भवति. अतः ज्ञानयोगः न योगः इ इति भवति. तर्हि इदानीं मृदच्योत्यात् परः इति सूत्रं वदति यत् अयं नकारः ज्ञान इति अङ्गस्य वर्णसमुदायस्य अन्तिम अवयवः इति. नाम ज्ञानन् ज्ञानन् इति यत् अस्ति वर्णसमुदायः, तस्य अन्तिमभागः अस्ति नकारः इति. तर्हि अन्तिम अवयवः अस्ति, अतः तत् अन्तिमनकारात् पूर्वं यत् अकारः अस्ति, नकार ज्ञान इति अकारः अस्ति खलु, अन्तिमनकारात् पूर्वं यत् अकारः अस्ति तद् अकारः उपधावर्णः भवति. अन्तिमवर्णात् साक्षात् पूर्वं यत् वर्णः अस्ति तत् उपधावर्णम् अस्ति. ज्ञानन इति तत्र नकारात् पूर्वं यत् अन्तिमनकारात् पूर्वं यत् अकारः अस्ति तद् तदेव उपधावर्णः भवति. अतः सर्वनाम स्थाने चासब्बुद्धो इति किमपि सूत्रमस्ति, तेन उपधा अङ्गस्य उपधाया मध्ये तत्र अस्ति चेत् दीर्घः भवति, अतः ज्ञानान् इति भवति. तर्हि आशयः किम् अस्ति? यदि नकारः यत् ज्ञानन् इति पदे यत् भाग शब्दे यत् नकारः अस्ति, अन्तिमनकारः, यदि तत् ज्ञान इति अङ्गस्य अन्तिम अवयवः इति स्पष्टं न अस्ति, तर्हि तस्मात् पूर्वं यत् अकारः अस्ति तदपि उपधा न भवति. तदपि उपधा नास्ति चेत् सर्वनामस्थाने चासब्बुद्धौ इति सूत्रेण दीर्घं न भवति. अतः मिदच्युन्त्यात् परः इति सूत्रेण यत् लिखितमस्ति यत् यत् मितागमः अस्ति, नाम तन्मागमः अस्ति, तत् अन्तिम अवयवः अस्ति, अन्तिम अवयवः अस्ति, अतः तस्मात् पूर्वं यत् किमपि अस्ति तत् उपधा अस्ति. यदि अन्तिम इति घोषितं नास्ति चेत् उपधा तस्मात् पूर्वम् उपधा अस्ति इति अपि स्पष्टं नास्ति. तस्य अतः यद्यम् इति अस्ति तस्य प्रयोजनं यत् नुमागमः यत् अस्ति तत् अन्तिम अवयवः अस्ति. तत्र इदानीं तस्य दीर्घ अवगम दीर्घ अभ्यासस्य आवश्यकता नास्ति, यतोहि तिङन्तप्रकरणे तस्य किमपि कार्यं नास्ति. परन्तु तस्य तत्र तस्य प्रयोजनं कुत्र भवति सुबन्तप्रकरणे, तस्य एकम् उदाहरणम् अत्र दत्तमस्ति. अस्ति, अवगच्छन्ति वा? आं महोदय. अस्तु, तर्हि अत्र अग्रे प्रश्नः अस्ति, तत् समापयतु महोदय. अस्तु, प्रश्नः अत्रोक्तं ज्ञानयोगः इ इत्युक्ते शि प्रत्ययः, सुबन्तविषये प्रत्ययाः भवन्ति सु औ जस् इत्यादयः, तर्हि प्रथमपुरुषस्य बहुवचने जस् इति प्रत्ययः भवेत् कथं वा शि इति जातं? मूलप्रत्ययः सु औ जस् इति तु सत्यं, किन्तु अनन्तरं प्रत्यादेशाः भवन्ति, मूलप्रत्ययानां स्थाने आदेशाः भवन्ति, सुबन्तविषये लिङ्गम् अनुसृत्य कुत्रचित् प्रातिपदिकस्य अन्तिमवर्णम् अनुसृत्य च आदेशाः भिद्यन्ते. नपुंसकलिङ्गे जससो जशसोः शि शिः इति इत्यनेन नपुंसकात् अङ्गात् जस्थाने शि आदेशः अनेन नपुंसकलिङ्गे प्रथमपुरुषस्य बहुवचने इकार आयाति वनानि वारीणि मधूनि जगन् जगान्ति कर्माणि धनूंषि मनांसि अत्र सर्वत्र नु सर्वत्र नुमागमापि च दीर्घः भवति उपधादीर्घः दृश्यते तर्हि पश्यतु अत्र सु औ जस् इति सूत्रेण प्रथमपुरुष बहुवचने जस् इति भवति परन्तु तदनन्तरं सु औ जस् अम् औट् शस् प्रथमपुरुष द्विवचन क्षम्यतां प्रथमाविभक्ति बहुवचनं द्वितीयाविभक्ति बहुवचनं तेषां कृते प्रत्ययानि सन्ति जस् शस् मूलप्रत्ययाः सन्ति जस् शस् परन्तु तदनन्तरं सूत्राणि सन्ति येन प्रत्ययादेशः भवति नाम मूलप्रत्ययस्य स्थाने अन्यप्रत्ययः आगच्छति सुबन्तप्रकरणे लिङ्गानुसारं लिङ्गम् अनुसृत्य प्रत्ययस्य भेदः भवितुं शक्नोति तर्हि एकं सूत्रमस्ति यत् तत् जश् शशोः शीः इति सूत्रं वदति यत् नपुंसकलिङ्गे जस् अथवा शस् प्रत्ययः अस्ति नाम प्रथमाविभक्ति द्वितीयाविभक्ति बहुवचन यत् प्रत्ययः अस्ति नपुंसकलिङ्गे तयोः स्थाने शि इति प्रत्ययः भवति जश् स्थाने अथवा शस् स्थाने शि भवति तर्हि अत्र वनम् इति नपुंसकलिङ्गं रूपम् अस्ति अतः वनयोगः जस् तत्र वनयोगः शि इति भवति अथवा ज्ञानयोगः शि इति भवति नपुंसकलिङ्गः अस्ति अतः तत्र शि मध्ये केवलम् इकार अवशिष्यते शकारस्य संज्ञा भवति ज्ञानयोग इ ज्ञानयोगः इ तदनन्तरं केचन केन सूत्रेण तत्र नुमागमः भूत्वा तत्र एका अधिकनकारः भवति ज्ञानयोगः न योगः इ तदनन्तरम् उपधायां दीर्घः भवति तर्हि अत्र पश्यतु सर्वत्र नपुंसकलिङ्गे बहुवचने प्रथमाविभक्ति द्वितीयाविभक्तिमध्ये प्रथमं तु इकारा पदस्य अन्ते ईकारः आगच्छति तत्तु शी प्रत्ययः अस्ति तेन तदनन्तरं तत्र दीर्घमपि दृश्यते वनानि वारीणि मधूनि इति सर्वं मधु इति ह्रस्व उकारान्तशब्दः अस्ति परन्तु बहुवचने मधूनि इति भवति तर्हि तत्र अनेन कार्येण एव तत्र भवति इति अस्ति सर्वे आगच्छन्ति वा तत्र जगन्ति इति अस्ति खलु जि तत्र दीर्घः नास्ति खलु तत्र जगन्ति तत्र जगन्ति मध्ये महोदय भिन्नम् अस्ति तत्र हलन्तपदम् अस्ति खलु जगत् प्रातिपदिकं प्रातिपदिकम् अजन्त नास्ति अतः तत् भिन्नम् अस्ति परन्तु कर्माणि तत्र अपि भवति दृश्यति धनूंषि तत्र अपि दृश्यति मनांसि अपि दृश्यति तत्र कुत्र कुत्रचित् वयं द्रष्टुं शक्नुमः यत् ह्रस्वस्वरस्य दीर्घत्वं भवति अस्तु तर्हि एतत्तु किमपि भिन्नविषयः अस्ति मुख्यविषयः नास्ति मुख्यविषये अस्माकं तिङन्तप्रकरणे मुख्यविषयः अस्ति यत् मित् आगमः यत् अस्ति तत् अन्तिमस्वरात् अनन्तरं भवति तर्हि अत्र इदानीं नुम् आगमः मित् अस्ति नु म मित् अस्ति खलु अतः अन्तिमस्वरात् अनन्तरं नकारः आगच्छति इति वार्ता अस्ति अस्तु इदानीम् अग्रे गच्छामः धन्यवादः महोदय रघुवीरानन्दमहोदय अस्ति खलु आं महोदय तत्र उदाहरणानि पठतु पठामि महोदय उदाहरणं मुच्छृ भवति मुच् उपदेशे अर्जुनासिका इति सूत्रेण मुच् भवति मुञ्च् शे मुचादीनाम् इति सूत्रेण मुञ्च् भवति मुञ्च् नश्चापदान्तस्य झरि सूत्रेण मुञ्च् भवति मुञ्च् अनुस्वारस्य ययि परतवर्णः मुञ्च् योगः शप् प्रत्यय श मुञ्च् इति अङ्गं मुञ्च इति अङ्गं भवति क्षम्यतां महोदय मुञ्च इति अङ्गं योगः ति टिप् मुञ्चति इति पदं निष्पद्यते अन्तिमं तर्हि महोदय अत्र नश्चापदान्तस्य झलि अनुस्वारस्य ये परसवर्णः इति अस्माभिः पठितानि सूत्राणि अस्माभिः पठिते सूत्रे स्तः एकवारम् आशयं वदतु महोदय, नश्चापदान्तस्य जले यदस्ति, यदि पदान्तस्य झल् झल् वर्णः अस्ति चेत् तर्हि नकारस्य अनुस्वारः भवति. अपदान्तनकारः नश्चापदान् अपदान्तस्य अस्ति खलु, तत्र अपदान्त. तर्हि झल् प्रत्य झल् झल् झल् प्रत्याहारस्य वर्ण अनन्तरम् अस्ति, तस्मात् पूर्वं यदि अपदान्तनकारः अथवा मकारः अस्ति तस्य अपदान्तनकारमकारस्य स्थाने अनुस्वारः भवति. अपदान्त इति महत्वम् अस्ति. पदान्तनकारः अस्ति चेत् तत्र अनुस्वारः न भवति. उदाहरणमस्ति, अहं पाठान् पठामि. अत्र पाठान् अनन्तरं पकारः अस्ति, पठन्ति इति. पकारः झल् वर्णः अस्ति, झल् वर्णात् पूर्वं नकारः अस्ति, परन्तु तद् नकारः, सः नकारः पदान्तनकारः अस्ति. पाठान् पदान्तनकारः अस्ति, अतः तादृशः नकारस्य स्थाने अनुस्वारः न करणीयः. अपदान्तस्य अपदान्तनकारः मकारः इति अस्ति चेत् एव अनुस्वारादेशः भवति. तर्हि अत्र मुञ्च मध्ये चकारः अस्ति झल्, तस्मात् पूर्वं नकारः अस्ति, तन्नकारः अपदान्त अस्ति, अतः तस्य नकारस्य स्थाने अनुस्वारः भवति मुञ्च इति. तदनन्तरम् अनुस्वारः, एकवारम् अनुस्वारः आगच्छति, तदनन्तरम् अनुस्वारस्य ययि परसवर्णः इति सूत्रं किं वदति महोदय? अनुस्वारस्य ययि परसवर्णः महोदय वदति, यदि अनुस्वारः अस्ति परवर्णः यदस्ति अनुस्वारस्य परवर्णः तत् परवर्णस्य सवर्ण वर्णं भवति यद् अनुस्वारः. तर्हि अत्र मुञ्च मध्ये कथं कार्यं भवति? मुञ्च मुञ्च तत्र अनुस्वारः यदस्ति महोदय तत् तस्य परः अस्ति चकारः. चकारस्य अनुस्वार सवर्णवर्णः भवति अनुस्वर, तत् तत् वर्गीय अनुस्वर यदस्ति तद् तदस्ति पञ्चमवर्ण अनुनासिक यदस्ति तद् तत्तु ञ इति वयं जानीमः. अतः अनुस्वारस्य स्थाने ञ इति आदेशः भवति महोदय. मुञ्च मुञ्च तदनन्तरं मुञ्चति इति भवति. मुञ्चयोगस्य ध्येयं यत् ष विकरणप्रत्ययः यत्र न विहितः तत्र नुमागमः न भवति. षे मुचादीनाम् इति सूत्रं यदस्ति तत्र शकारः पर शकारः ष इति ष प्रत्यय ष इति प्रत्यये भवेत्, नास्ति चेत् तर्हि नकारस्य आगमः न भवति, नुमागमः न भवति. यथा मुच् योगः त, तर्हि त प्रत्यये अस्ति, श प्रत्यये नास्ति, तत् अधः मुक्तः चकारस्य उपदेशार्जुनस्कौ. तत्र मुक्तः, तत्र किमपि नुमागमः न भवति, यतोहि तत्र अनन्तरं श इति विकरणप्रत्यये नास्ति, अतः मुक्तः भवति, तत्र मुञ्चतः इति किमपि न भवति. अस्तु, अन्यानि उदाहरणानि पठतु. षिच् धात्वादेशः सः इति, षिच् योगः श इति प्रत्ययः, शप् श इति प्रत्ययः, तत्र श अस्ति, अतः शे मुचादीनाम् इति सूत्रेण सिञ्च् सिनच् सिनच् योगः अ, तत्र नश्चापदान्तस्य झलि इति सूत्रेण सिनच् सिञ्च् सिञ्च् भवति, सिञ्च् योग अ, तत् अनुस्वारस्य ययि परसवर्णः इति सिञ्च सिञ्च योगः अ, सिञ्च इति अङ्गं भवति, तद्भूत्वा अङ्गस्य प्रथमपुरुष एकवचनं महोदय सिञ्चति इति भवति. तत्र प्रथमं शिच इति अस्ति खलु जि, तत्र शकारस्य स्थाने सकारः आगच्छति, अतः दात्वादेः शः शः सः इति आगच्छति खलु. सम्यक्. अस्तु अग्रे विद्लृ इति उपदेशाजुनासिक इति विद् एव अवशिष्यते. विद् योग श श प्रत्ययः परः अस्ति, अतः शे मुच्चादीनाम् इति सूत्रेण उमागमः भवति. विनद् योगः तत् नश्चापदान्तस्य जलि झलि इति सूत्रेण विन्द् विन्द् योग भवति. अनुस्वारस्य यै न तत्र तु दधन तदेव भवति विन्द् अनुस्वारस्य यरि परसवर्णः. विन्द् योग तवर्गस्य पञ्चमवर्ण तवर्गस्य पञ्चमवर्ण नकारः विन्द योग विन्द अङ्गं भवति. नाम केचन जनाः चिन्तयितुं शक्नुवन्ति यत् विन्द विद् इति कृते प्रथमम् अपि विन्द अस्ति, अन्ते अपि विन्द एव भवति, तर्हि किमपि रूपं न रूपे परिवर्तनं न भवति. तत्तु सत्यं, परन्तु एषः क्रमः तु अत्र अपि अस्ति. प्रथमं तु नुमागमः, तदनन्तरम् अनुस्वारादेशः, तदनन्तरम् अनुस्वारस्य परसवर्णः इति क्रमः अत्र अपि करणीयः. तत्र फलः समानः एव भवति. प्रथममपि नकारः अस्ति, अन्ते अपि नकारः अस्ति, तवर्ग अस्ति इत अतः, परन्तु क्रमः तु इत्र अत्र अपि भवति. अतः प्रथमं नुमागमः, तदनन्तरम् अनुस्वारः, तदनन्तरम् अनुस्वारस्य ये परसवर्ण इति सर् इति अत्र अपि करणीयम्. अस्तु अग्रे त्रिपादिसूत्रात् त्रिपाद्यः सन्ति अतः महोदय खिद इति खिद् इति अवशिष्यते. इत् संज्ञा भूत्वा उपदेशजनस्कैत् योगः श तत्र श परप्रत्यय अस्ति, अतः शे मुचादीनाम् इति सूत्रेण खिन्द् योगः खिन्द् नश्चापदान्तस्य जलि इति खिन्द् खिन्द् खिन्द् योग अ तद् अनुस्वारस्य यै परसवर्णः इति न खिन्द खिन्द् योग अ खिन्द इति अङ्गं भवति महोदय. तर्हि प्रथम पुरुषे एकवचनं खिन्दति. पिश् पिश पिश तादृशमेव. पिश् योग श प्रत्यय श प्रत्यय अस्ति, अतः शेमुचादीनां पिञ्च् पिनश् किमितं महोदय पिनश् पिनश् योग अ तत् नश्चापदान्तस्य जलि इति पिञ्च् पिञ्च् योगः अ तर्हि अनुस्वारस्य परसवर्णः न भवति तत्र. पिञ्च् शकार तु किमपि वर्गीयव्यञ्जनं नास्ति तस्य. न न केवलं वर्गीय न, शकारः यय् प्रत्याहारे नास्ति. अनुस्वारस्य यै परसवर्णः अस्ति खलु, यय् प्रत्याहारस्य वर्णः अनन्तरं कपयतु. कपय श इति यय् प्रत्याहारे नास्ति, अतः तत्र अनुस्वारस्य ये परसवर्ण इति सूत्रं कार्यं न करोति, अनुस्वारः एव तिष्ठति. शकारस्य अनुनासिक किं भवेत् महोदय? श वा? न न, श इति अनुनासिक नास्ति, यतोहि श ये प्रत्याहारे नास्ति खलु. सूत्रं कार्यं न करोति तद् अनुनासिक नास्ति. अनुनासिक नास्ति, अस्तु महोदय. पिञ्च् पिञ्च् योग पिञ्च इति अङ्गं भवति, अन्तिमरूपं पिंशति पिंशति पिंशति. कृति कृति कृत्युगस्य दीर्घ ईकारः तस्य महोदय तत् अज उपदेशे वा महोदय. तर्हि कृत् योगः श प्रत्यय श प्रत्यय परा अस्ति, अतः शे मुचादीनाम् इति कृन्त् भवति. कृन्त् योग अ तत्र नश्चापदान्तस्य जलि इति कृन्त कृन्त कृन्त पूर्वमपि तदनन्तरमपि एतदेव हा कृन्त योगः अकारः भवति कृन्त कृन्त इति अङ्गं भवति महोदय कृन्तति कृन्तति लिप इति धातु भवति लिप् भवति तदनन्तरं श प्रत्यये विद्यते अतः शेम् उचादीनाम् इति लिन्प लिन्प लिन्प लिन्प योगः अकारः तद् नश्यपदान्तस्य झलि इति सूत्रेण लिम्प् योगः अकारः भवति तर्हि अनुस्वारस्य ययि परसवर्णः इति लिम्प लिम्प योगः लिम्प लिम्प इति अङ्गं भवति लिम्पयोगः इति लिम्पति इति लुप्र लृप्र लुप् योगः शकार श प्रत्ययः भवति अतः शेमुचादीनाम् इति लुन्प् नुमागमः भवति लुन्प् अस्ति तत्र लुन्प् योगः अकारः लुम्प् लुम्प् योगः भवति नश्चापदान्तस्य झलि इति तदनन्तरम् अनुस्वारस्य यदि परसवर्णः इति लम् लुम्प लुम्प् योगः अकारः लुम्प इति अङ्गं लुम्पति इति पदं निष्पद्यते महोदय सम्यक् अत्र लिम्प लिप्म इति अङ्गं तत्र दोषः अस्ति टङ्कनदोषमेव लिप्म न लिम्प् अस्तु तर्हि सर्वम् सर्वे अवगच्छन्ति खलु अस्तु तर्हि इदानीम् अस्माकं तदनन्तरम् अनुस्वारस्य परसवर्णनष्टपाञ्जलि इति सूत्राणि तु वयं जानीमः सूत्रे वयं जानीमः तद् पठनस्य आवश्यकता नास्ति तर्हि एके मुचादि अन्तर्गणः अस्ति तत्र अष्टधातवः सन्ति तत्र नुमागमः भवति अस्तु धन्यवादः महोदय कस्यापि प्रश्नः अस्ति वा अस्मिन् विषये अस्तु तर्हि अग्रे गच्छामः इदानीं सन्धिकार्यं चतुर्थबिन्दु सन्धिकार्यम् इति अस्ति अस्तु तर्हि मदर महोदय पठतु आं महोदय सन्धिकार्यं द्वौ धातु ओलस्त्रि व्रीडायां लज्जितो भवति लस्ज् डुमश्चो शुद्धो निर्मलो भवति स्वच्छो भवति स्नानं करोति जले निमग्नो भवति मस्ज् ओलस्जि लस्ज् उपदेशे अजानुनासिक इति कारणेन ओ संज्ञा भवति ईकार अपि संज्ञा भवति लस्ज् भवति आम् लस्ज् स्तोः सुना शुः इति सूत्रेण सकारस्थाने शकारः भवति लस्ज् इति रूपम् अनन्तरं लस्ज् जलां जशोते इति जलां जश् जशि जलां जश् जशि इति सूत्रेण शकारस्य स्थाने जकारः भवति जश्वर्णः भवति अनन्तरं लज् योगः श लज्ज इति अङ्गं भवति अनन्तरं लज्जयोगः ते लज्जते इति अन्तिमरूपं भवति जलां स्थाने जश् आदेशो भवति जशि परे स्थानेन्तरतमः इत्यनेन जश् वर्णेषु वर्णनिर्धारणं जलां षष्ट्यन्तं जशः प्रथमान्तं जशि सप्तम्यन्तं त्रिपदम् इदं सूत्रं जश् प्रत्याहारे वर्णानां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः तयोर्व्यवावची संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं जलां जश् जशि संहितायां जल्स् अपदान्ते यदा जल् वर्णः अस्ति तस्य परे जश् वर्णः अस्ति चेत् जल् स्थाने जश् आदेशः भवति. जश् प्रत्याहारः इत्युक्ते किम्? तृतीयचतुर्थवर्णाः. जश् तृतीय वर्गीय तृतीयवर्णाः. झश् तृतीयचतुर्थवर्णः. तर्हि झल् वर्णस्य अनन्तरं तृतीयचतुर्थवर्णः अस्ति चेत् तत्र झल् वर्णस्य स्थाने वर्गस्य तृतीयवर्णः. आम् महोदय. तर्हि अत्र अत्र लश्च मध्ये शकारस्य स्थाने किं भवति? सकारस्य शकारः भवति स्तोः सुना च इति इत्युक्ते तदनन्तरं शकारस्य जकारः भवति तृतीय जश् भवति सकारस्य तृतीय सदस्यः जकारः तद् भवति. परन्तु कथं जानीमः शकारस्य शकारात् अन्तर् शकारात् समानं तृतीयवर्णः जकारः अस्ति कथं जानीमः? तालव्यवर्णः महोदय. सम्यक् सम्यक्. तत्र स्थाने अन्तर्तमः इति सूत्रेण शकारस्य अपि तालु इति स्थानमस्ति. तर्हि जश् प्रत्याहारे यः वर्णः यस्य वर्णस्य उच्चारणस्थानं तालु अस्ति तद् जकारः. नाम स्थाने अन्तर्तमः इति सूत्रेण वयं ज्ञातुं शक्नुमः यत् शकारः तालव्यः अस्ति अस्ततः तस्य स्थाने अपि तालव्यवर्णः अतः जकारः सर्वे आगच्छन्ति वा? अस्तु तर्हि मदन महोदय अग्रे टुमस्जो सर्वं वदतु. इत् संज्ञा कस्य भवति कथं भवति? तत्र चुटु इति सूत्रेण तद् आदौ टकारस्य इत् संज्ञा. धातु मध्ये ओकारः किमर्थं लोपः? उपदेशे अजननासिक इति अस्ति खलु ओकारः अनुनासिक अस्ति. ओकारः अचुवर्णः अस्ति खलु अनुनासिक. तर्हि टुमस्जो मध्ये टु इति तस्य सम्पूर्णवर्ण वर्णसमुदायस्य इत् संज्ञा भवति आदिर् नीटु डवः इति सूत्रेण. अस्तु मन्दर महोदय अग्रे. अनन्तरम् ओकारस्य उपदेश अजानुनासिक इति कारणेन इत्संज्ञा भवति मश्च इति भवति. तदनन्तरं सकार स्तोः स्टुना शुः इति सूत्रेण सकारस्थाने शकारः आगच्छति मश्ज. अनन्तरं जलां जश् जशि इति सूत्रेण अत्रापि सकारस्थाने जकारः आगच्छति. मज्ज योगः मज्ज इति अङ्गं मज्ज योगदि मज्जति इति अन्तिमरूपं भवति. सर्वे अवगच्छन्ति वा? अस्तु महोदय. तर्हि अग्रे पठतु महोदय. आयप्रत्ययः एकधातुः दुधादौ वृच्छ गतौ वृच्छ इति धातुः विच्छ गुपु धूप विच्छि पणि पणिभ्य आयः कुपु धूप विच्छ पण पण एतेभ्यः धातुभ्यः आयप्रत्ययो भवति स्वार्थे गुपु च दुप च विच्छिच्च पणिच्च पणिच्च तेषाम् इतरे इतर द्वन्द्वः गुपु दुपा दुपदि दुप विच्छि पणि पणिभ्यः तेभ्यः गुपु तुप धूप विच्छि पणि पणिभ्यः गुपु धूप विच्छि पणि पणिभ्यः पञ्चम्यन्तम् आयः प्रथमान्तं द्विपदम् इदं सूत्रं प्रत्ययः परः च इत्यनयोः अधिकारः धातोरनेकाचौ हलादेः क्रियासमभिहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं गुपु दुप विच्च पणि पणिभ्यः धातुभ्यः आयः प्रत्ययः परच्च सूत्रं किं वदति गुपु धूप विच्च पण पण धातुभ्यः आयः इति प्रत्ययः भवति भवति किल महोदय इति उक्तम् अत्र स्वार्थे स्वार्थे स्वार्थे एव भवति स्वार्थे स्वार्थे इत्युक्ते नाम यस्य धातु तत्र यथा निच् अस्ति खलु निच् आम् तत्र णिच् अस्ति तत्र णिच् प्रेरणार्थके अपि भवति परन्तु केचन धातवः सन्ति यत्र स्वार्थे नाम धातोः यत् यः अर्थः अस्ति तस्मिन् अर्थे एव प्रत्ययः अपि आगच्छति तर्हि तथैव यथा णिच् अस्ति तथैव आयप्रत्ययः अपि अस्ति तत्र आयप्रत्ययः बहुत्र आगच्छति परन्तु केचन धातवः सन्ति यत्र धातोः यः अर्थः अस्ति तस्य अर्थस्य नाम तस्य तस्मिन्नेव अर्थे आयप्रत्ययः अपि आगच्छति स्वार्थे नाम गुप् धातु यत् अर्थः अस्ति तस्मिन्नेव अर्थे किमपि अन्य अर्थं न स्वार्थे स्वार्थे एव आय आगच्छति स्वार्थे एव गुप् मध्ये स्वार्थे एव आयच्छति धूप् मध्ये स्वार्थे एव आय आगच्छति इति सर्वमस्ति अवगच्छति वा न महोदय न आगच्छति इङ्ग्लिश् मध्ये न स्वार्थे इत्युक्ते धातोः यः अर्थः अस्ति तस्मिन्नेव अर्थे अर्थभेदः न भवति अन्यधातवः एवं न वा न उदाहरणं पश्यतु णिच् अस्ति णिच् म्यूट् करोतु यत् द्वित्वम् अस्ति णिच् अस्ति खलु णिच् यत्र अत्र पठ् मध्ये यत्र णिच् अस्ति णिच् आगच्छति तत् पठन इति अर्थे नास्ति तत् पाठन अर्थे अस्ति तत्र भिन्न अर्थे अस्ति परन्तु चुर् मध्ये यदा णिच् आगच्छति तत् चोरणे इति अर्थे एव अस्ति स्वार्थे एव अस्ति भिन्नार्थे नास्ति तथैव केचन धातवः सन्ति यत्र आयप्रत्ययः आगच्छति परन्तु तत् प्रत्ययस्य आगमनेन अर्थभेदना न भवति धातोः यः अर्थः अस्ति तस्मिन्नेव अर्थे आय आगच्छति तस्य अर्थः अस्ति स्वार्थ अस्तु महोदय अग्रे पठतु मदर महोदय आम् महोदय विच्च विच् योग आय विच्चाय सदाद्यन्ता धातवः इत्यनेन धातुसंज्ञा विच्चाय इति धातुः कर्त्रार्थे सार्वधातुके परे सुधादिभ्यः शः विच्चाय योगः अतो गुणे इत्यनेन पूर्वपरयोः पररूपम् एकादेशः विच्चाय इति अङ्गं विच्चाय योगः इति विच्चायति अत्र विच् इति दुधादिभ्य धातुः अस्ति अतः आय इति प्रत्यय योजयामः चेत् विच्चाय इति भवति, तदपि धातुसंज्ञा एव सनाद्याद्यन्ता धातवः इति सूत्रेण, यदि प्रत्यययोजनेन अपि एतद् धातुसंज्ञा भवति. अनन्तरं तुद्यादिभ्यः शः इति सूत्रेण शः आगच्छति, आ एव तिष्ठति, विच्चाययोगः विच्चाययोगः अत्र अतो गुणे अकारस् परे एकः गुणवर्णः अस्ति चेत् पूर्वपरयोः स्थाने परवर्णः आदेशः भवति, अकारः एव भवति, विच्चाय इति अङ्गं, तदनन्तरं विच्चाययोगः ति विच्चायति इति रूपम्. तर्हि यथा निच् प्रत्ययस्य योजनेन नूतनधातुः भवति, तथैव आय इति द्वादशप्रत्ययाः सन्ति येषां योजनेन नूतनधातुः भवति, तेषु एकः प्रत्ययः अस्ति आय. तर्हि विच्छयोगः आय मध्ये विच्छाय इति भवति, तद् आयप्रत्ययस्य योजनान्तरम् अपि धातुः एव तिष्ठति, सनाद्यन्तः धातवः इति सूत्रेण धातुसंज्ञा भवति, तर्हि विच्छाय इति धातुः भवति. इदानीं नूतनधातुः अस्ति, प्रथममूलधातुः अस्ति विच्, तस्य गूपु धु इति सूत्रेण आय भवति, प्रत्ययः आगच्छति. तदनन्तरं नूतनधातुः भवति विच्छाय, विच्छाय विच्छाय इति धातुः मध्ये, तदनन्तरं कर्तृर्थके सार्वधातुके परे इति सूत्रेण इदानीं विकरणप्रत्ययः आगच्छति. तुदादिगणस्य अस्ति धातुः विच् तुदादिगणीय अस्ति, अतः श प्रत्ययः आगच्छति, विच्छाय योगः अ. इदानीं विच्छाययोगः अ इति सवर्णदीर्घः सन्धिः न भवति, यतोहि अत्र विच्छाय यत् अस्ति तत् अपदान्त अस्ति खलु, तर्हि अपदान्त अकारात् अनन्तरं गुणवर्णः अस्ति अत्र, अपदान् विच्छाय अपदान्त अकारः, तस्य अनन्तरम् अ वर्णः अस्ति, अतो गणे इति सूत्रेण केवलं पर वर्णः भवति, विच्छायति न तु विच्छायाति इति, अतः विच्छाय इति अङ्गं भवति विच्छायति. महोदय तत्र सनादन्त्या दातवः इति सूत्रं किं कार्यं करोति तत्र? तर्हि द्वादशप्रत्ययाः सन्ति, निच् अस्ति, आय अस्ति, सन् अस्ति, तत्र ते प्रत्ययाः धातु अनन्तरम् आगच्छन्ति. सनाद्यन्ताः धातवः वदति यत् यदा तत्र द्वादशसु प्रत्ययसु कस्यापि मेलनं भवति तदनन्तरम् अपि यत् रूपं भवति तद् धातु अस्ति. तत्र विच् अस्ति, विच् धातु अस्ति, तस्य आय इति प्रत्ययेन योगानन्तरं विच्छाय इति भवति. तर्हि विच्छाय इति धातु अस्ति न वा कथं जानीमः? तर्हि सनाद्यन्तः धातवः इति वदति यत् योजनानन्तरम् अपि धातु भवति, तत्र विच्छाय अपि धातु. तथैव चुर् अस्ति, चुर् धातु अस्ति, तत्र णिच् इति भवति, चोरी इति भवति, तत्रापि सनाद्यन्तः धातवः इति सूत्रेण निच् योगानन्तरम् अपि यद्रूपम् आगच्छति तद् धातु अस्ति, अतः चोरी इति धातु अस्ति, नूतनधातु अस्ति. यदि स्य अपि विकरणप्रत्ययः अस्ति तत्र धातुत्वं न भवति वा? स्य इति सनाद्यन्ता धातवः तत्र मध्ये स्य न आगच्छति, स्य विकरणप्रत्ययः अस्ति, विकरणप्रत्ययः. तत्र द्वादशधातवः सन्ति सन्, आय, निच्, केवलं सनाद्यन्तप्रत्ययः द्वादश, सर्वण कोऽपि प्रत्ययः न, केवलं द्वादश सनादिप्रत्ययः यत् सन्ति ते. तत् विकरण अस्ति, तत् सनादि नास्ति, तस्मात् धातुत्वं न भवति. अतः तत्र तत्रैव विकरणप्रत्ययः अस्ति शप् श अपि, तत्रापि तस्य धातु सह योजनानन्तरं धातुः न निष्पद्यते, अङ्गं भवति. नाम पठ् धातुः अस्ति, तत्र शप् प्रत्ययः भूत्वा पठ इति अङ्गं भवति, पठ इति नूतनधातुः नास्ति. अवगच्छन्ति वा? आम् जि. तर्हि अग्रे अहं पठामि, समापयामि, तत्र तर्हि अत्र अत्र आयप्रत्ययः भवति स्वार्थे इत्युक्तं स्पष्टीकरणार्थं यथा निच् प्रत्ययः चुरादिगणे तत्रैव इमौ प्रत्ययौ धातौ धातोः स्वस्य अर्थपोषणं करोति न अन्यत् किमपि तदेव अहं वदामि स्वार्थे इत्युक्ते धातोः अर्थे एव प्रत्ययः आगच्छति प्रत्ययस्य योजनेन अर्थपरिवर्तनं न भवति तदेव लिखितमस्ति नाम अनयोः प्रत्ययनयोः संयोजनेन धातोः अर्थः न परिवर्तते केवलं रूपस्य साधनार्थम् अयम् आयप्रत्ययः उपयुज्यते पाणिनिना धातुः अस्ति विच्छ रूपम् अस्ति विच्छायति तस्य साधनार्थनं आयप्रत्ययः अपेक्षितः नाम केवलं रूप विच्छायति इति अस्ति अतः आयप्रत्ययः योजितः तेन विच्छ इति धातोः अर्थपरिवर्तनं न भवति अतः स्वार्थे अस्मिन् सूत्रे अवशिष्टः धातवः भवादिगणे सन्ति तद्भवादिगणे इति पाठे अस्माभिः पठितमेव अस्ति गोपायति धूपायति पणायति पलायति तर्हि चत्वारः धातवः भवादिगणीयः एकधातुः तदादिगणीयः अस्तु तर्हि इदम् आयप्रत्ययस्य पठनं समाप्तम् अस्तु अस्माकं समयः समाप्तः कस्यापि प्रश्नः अस्ति वा न महोदय धन्यवादः अस्तु अग्रिमरविवासरे मेलिष्यामः मेलिष्यामः धन्यवादः।